नमस्कारः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति स्थानिवद्भावः इति। स्थानिवद्भावः इत्यस्मिन् विषये स्थानिवत् आदेशो अनल्विदौ इति सूत्रस्य अध्ययनं जातं, तत्र अभ्यासः जायमानः अस्ति। तत्र सप्तम उदाहरणपर्यन्तम् अस्माभिः प्राप्तम्। इदानीम् अग्रे लङ्लकारे प्रथमपुरुषे अपटयोगः तस् इति, तत्र कः शुभभगिनी वदति वा? आं भगिनि, एकक्षणं भगिनि। तत्र लङ्लकारे प्रथमपुरुषे करपत्रमपि उद्घाटयन्ती अस्मि। पूर्वं लङ्लकारे प्रथमपुरुषे अपठयोगः तस् तस्थस् समीपां तान्तं तामः इत्यनेन तस् इति प्रत्ययस्य स्थाने ताम् आदेशः भवति। ताम् इति आदेशस्य अर्धधातुकसंज्ञा भवति किम् इति प्रश्नः। तत्र सार्वधातुकसंज्ञा, हा तदेव, अस्तु, हा तर्हि सार्वधातुकसंज्ञा भवति, यतोहि तत्र तस् इति तिप् तस् झि इति सूत्रे एते किं ये प्रत्ययाः सन्ति तेषां सर्वेषां सार्वधातुकसंज्ञा भवति। अतः तस् इत्यस्य सार्वधातुकसंज्ञा अस्ति, तस्य स्थाने यदा ताम् इति आदेशः आगच्छति तत्र प्रत्ययत्वं भवति इति इत्यतः तस्य सार्वधातुकसंज्ञा ताम् इत्यस्मिन् अपि भवति, गुणधर्मः अस्ति ताम् इति। तदनन्तरं तेन यानि कार्याणि भवितव्यानि ते भवितुम् अर्हन्ति। अवतेव वा भगिनि? आमाम् आमां, सरलमस्ति, अत्र अन्यत् किमपि नास्ति। अस्तु, समीचीनं, धन्यवादः। इदानीम् अग्रे अत्र करपत्रम् अरुणा भगिनी, अस्माकं ध्वनिमुद्रणानि यस्मिन् करपत्रे अस्ति तत्र एव अस्ति, अत्र इदम् उदाहरणमपि। ध्वनिमुद्रणं कुत्र अस्ति इति जानाति वा? नो चेत् अत्र कोऽपि चाट् मध्ये कृपया स्थापयतु, केनपि स्थापितं वा? पश्यामि भगिनि, लिङ्क् स्थापयतु तत्र। अस्तु, तर्हि इदानीम् अग्रिम उदाहरणमस्ति, तत्र विनय महोदय करोति वा? पठामि, परन्तु आर्धधातुक् अपि भवति भगिनि, आर्धातुक् अपि भवति लुङ्लकार अन्तर्गत। लुङ्लकारः अत्र लङ्लकारः इत्युक्तं खलु मया, अतः लङ्लकार तु जानीमः, परन्तु अहम् अन्यद् यदा धातुतः त्वा इति प्रत्ययः विधीयते तदा त्वा प्रत्ययान्तस्य अव्ययसंज्ञा भवति। वयं जानीमः त्वा तोसन कसुन आधारेण प्रहित्य प्रसृज्य इत्यादीनां लबन्तानाम् अव्ययसंज्ञा अस्ति किम्? इत्यादीनां अत्र नत्वं नास्ति, नत्वं नास्ति, मुद्रणदोषः, क्षम्यताम्, इत्यादीनां। इतः इत्यादीनाम लबन्तनाम व्यवस्था न अव्ययसंज्ञा अस्ति किम्? अत्र लप् तु प्रत्ययः अस्ति, लप् प्रत्ययः अस्ति, परन्तु स्थानिवत् भावे लेप् कथमस्ति प्रत्ययः? लेप् इति कथम् आयाति? लेप् तु कृदन्तस्ति, कृदन्तं नास्ति, लेप् इति कृदन्तं नास्ति इत्युक्ते अत्र पश्यतु, प्रथमतया त्वा प्रत्ययः भवति, तस्य स्थाने ल्यब आदेशः भवति, ल्यब आदेशः ल्यब स्थाने अस्ति, स्थाने अस्ति त्वा, आदेश अस्ति ल्यप, परन्तु स्थाने त्वा अव्यस्ति यथा क्ता तोसन् कसुन आधारेण तर्हि एव ल्यप् अव्यय भवति. सम्यक्. त्वा इति प्रत्ययः अस्ति खलु, त्वा प्रत्ययः अस्ति, अतः त्वा प्रत्ययः अस्ति. वदतु भगिनी कृपया. त्वा प्रत्ययः अस्ति इति कृत्वा ल्यप् अपि प्रत्ययः, स्थानिवद्भावेनैव प्रत्ययत्वम्. तर्हि ल्यप् अपि प्रत्ययः भवति, परन्तु अव्यय अपि भवति. त्वा इति कृत् प्रत्ययः इति कृत्वा ल्यब् आदेशः अपि कृत् प्रत्ययः भवति. हा, कृत् प्रत्ययः भवति. धन्यवादः. सम्यक् सम्यक्. अस्तु अग्रे उमा भगिनी अस्ति वा? अग्रे करो, अग्रिमं करोतु. शास्त्रयोगः अस्ति. करपत्रं नास्ति वा? शुभंसि भगिनी स्थापितं. धन्यवादः भगिनी. हा भगिनी, तत्र अलाविधिः वा अलहविधिः वा एतदपि चिन्तनं करोति चेत् सम्यक् भवति चिन्तयामि. हा अस्तु अस्तु. तत्र किम् अत्र अत्र सूत्रं किमपि नास्ति खलु, अलाविधिः अलविधिः इति कर्तुं सूत्रं नास्ति. अग्रे कुर्मः. अस्तु अत्र तु प्रत्ययत्वम् अस्ति वा अव्ययसंज्ञा अस्ति इति वा इति एव. यदा अल्विधिः भवति तदानीम् अलाविधिः अलहविधिः अल्विधिः स्मारयामि अस्ति तावदेव. अस्तु उमा भगिनी अग्रे. करपत्रं नास्ति वा? करपत्रं नास्ति, किन्तु धातु शास् इति वदति वा? किमर्थम् अत्र अत्र चाट् मध्ये स्थापितं खलु करपत्रं वंसि भगिनि. ओके ओके ओके. अत्र मया यत् करपत्रं प्रेषितं ई पत्रे, तत्र अस्ति खलु इदम् उदाहरणं जिमेल् मध्ये. अत्र अस्तु, तर्हि मीना भगिनी करोतु. उदाहरणानि शास्योः इत्युक्ते भगिनि तत्र वा शास्योगः हि शाहौ इत्यनेन शास् धातोः स्थाने शा आदेशो भवति हि प्रत्यये परे. शा योगः हि हूजल्भ्यो हेर्दिः इत्यनेन जलन्तेभ्यः धातुभ्यः हि स्थाने धि आदेशः भवति. किं प्रथमं शास्योगः हि अस्ति, तत्र शास् इति स्थानी भवति, तस्य स्थान आदेशः हि भवति शाहौ इति सूत्रेण. शास् धातोः स्थाने शा आदेशो भवति हि प्रत्यये परे. शास् इति धातु अस्ति, हि प्रत्ययः अस्ति, शास् तत्र शास्थाने हि इति आदेशः भवति. शा भवति इदानीं, शा भवति तत्र, शा योगः हि भवति. तदनन्तरं तत्र प्रथमकाले स्थाने शास् भवति, द्वितीयकाले शास्तान् हि इति आदेशः भवति इदानीं शाहौ इति सूत्रेण. तृतीयकाले न न किमस्ति प्रथमकाले स्थानी किम् स्थानी शास् भवति स्थानी शा किल तत्र हि इति आदेशः भवति हि इति आदेशः शाहौ इति प्रत्यये सूत्रेण. हि इति आदेशः नास्ति, शा इति आदेशः. क्षम्यतां, हि प्रत्यये परे शा भवति, सकारः लोपः भवति तत्र, शा भवति तत् शा योगः हि भवति. तत्र सकारः लोपः एव भवति. तदनन्तरं तृतीयकाले हूजल्भ्यो हेर्दिः इत्यनेन जलन्तेभ्यः धातुभ्यः हि स्थाने धि आदेशः भवति. किम् इदानीं धातु अस्ति शा योगः हि, विधिसूत्रं वदति तत्र हू इत्यनेन जलन्तेभ्यः धातुभ्यः हि स्थाने धि आदेशः भवति. इदानीं सा स्थाने लोपः एव भवति, तत्र शा एव. इदानीं स्थानी आदेशः कः इति पुनः चिन्तयित्वा वदतु. शास् इति प्रथमं वा? शास् इति स्थानी भवति न शास् शास् इति स्थानी नास्ति. अत्र हू जल्बियो हेर्दिः इति सूत्राधारेण चिन्तयित्वा वदतु. स्थानिको हू जल्बियो हेर्दिः इति आधारेण तत्र हि इति स्थानी भवति. न न न न न न न शायोगः हि इति स्थितौ पूजल्भ्यो हेर्दिः इति सूत्रस्य प्रसक्तिः अस्ति वा? प्रसक्तिः अस्ति वा? अस्ति, रूपमस्ति. न न, सूत्राधारेण हूजल्भ्यो हेर्दिः इति सूत्रस्य कार्यं किं, निमित्तं किम्? तत्र जलन्तेभ्यः धातुभ्यः इति उक्तं. तत्र अत्र जलन्तेभ्यः अस्ति वा? नास्ति, अत्र जलन्तः नास्ति, परन्तु सकारः लोपः अभवत् शाः इति सूत्रेण. तर्हि स्थानिकः सकारः एव स्थानि, यतोहि इदानीं सकारस्य विषये एव चिन्तनम् अस्ति. अतः शास् इति स्थानि इति न, केवलं सकारः एव स्थानि. तादृशसकारः स्थानिनि अस्ति, परन्तु इदानीम् आदेशे नास्ति. शा इति आदेशे नास्ति. तर्हि अत्र स्थानिवद्भावेन हूजल्भ्यो हेर्दिः इत्यस्य कार्यं भवति वा इति प्रश्नः. स्थानिवद्भावेन तत्र जलन्तं नास्ति, तत्र निमित्तमस्ति जलन्तधातुभ्यः हि स्थाने धि आदेशः. तत्र जलं सम्यक् एव नास्ति भगिनि. तत्र न जलन्तम् अत्र नास्ति, न जलन्तम् अत्र नास्ति. अत्र स्थानिवद्भावेन स्थानिनि सकारः अस्ति, तादृशसकारः अत्र आदेशे अध्यारोपयितुं शक्नुमः वा? तदेव स्थानिवद्भावः इति विषयः खलु. स्थानिनी यः धर्मः अस्ति तस्य अध्यारोपः अत्र शक्यते वा? स्थानिनी जलन्तत्वम् अस्ति, शास् इत्यत्र जलन्तत्वम् अस्ति, तादृशजलन्तत्वम् इदानीम् आदेशे अध्यारोपयितुं शक्नुमः वा? स्थानिवत् आदेशो अनल् विधौ इति सूत्रेण. तत्र निमित्तं किम् इति योजनीयं किल? निमित्तं तत्र भूजल्भ्यो हेर्दिः इति सूत्रस्य निमित्तं किम्? जलन्तेभ्यः धातुभ्यः जलन्तं धातु जलन्तं भवेत्. हा, तादृशजलन्तत्वं स्थानिनि अस्ति, परन्तु आदेशे नास्ति. इदानीं जलन्तत्वम् आदेशे अध्यारोपयितुं शक्यते वा इति प्रश्नः. तत्र अनल्विधौ अस्ति वा? तत्र अल्विधिः अस्ति वा? तत्र अस्ति एव अस्ति वा न वा इति. जलन्तत्वम् अल्विधि, जलन्तत्वम् अलाश्रितः अस्ति वा अनलाश्रितः अस्ति वा? जलन्तत्वं जलन्तत्वम् इस् अलाश्रितः भवति. तत्र जल् इति वर्णः अस्ति, अलाश्रितः अस्ति खलु, अलाश्रितः अस्ति खलु. अतः हूजल्भ्यो हेर्दिः इति सूत्रस्य निमित्तम् अलाश्रितम् अस्ति इति कृत्वा हूजल्भ्यो हेर्दिः इति अल्विधिः. अल्विधिः तस्मात् न भवति. तस्मात् हूजल्भ्यो हेर्दिः इत्यस्य कार्यं न भवति, न भवति. स्थानिवद्भावः अत्र कर्तुं न शक्यते, अतः शादी इति रूपं न लभ्यते. शास् योगः हि इति स्थितौ शाहौ अपि च हूजल्भ्यो हेर्दिः इति द्वयोः सूत्रयोः प्रसक्तिः अस्ति आदौ. शास् इति जलन्तः अस्ति, तदानीं हि स्थाने दि आदेशः भवितुम् अर्हति. शाहौ इत्यनेन शास् स्थाने शा आदेशः भवितुम् अर्हति. द्वयोः अपि प्रसक्तिः अस्ति. इदानीं तयोः मध्ये किं सूत्रं प्रथमं कार्यं कुर्यात् इति प्रश्ने सति तदानीम् एतादृशचिन्तनं शाहौ इति प्रथमतया कार्यं करोति चेत् तदनन्तरं भूजल्व्यो हेर्दि इत्यस्य कार्यं न भवति स्थानिवद्भावेन. परन्तु भूजल्व्यो इति परसूत्रं किल भवतु नाम इदानीम् अस्माकं चिन्तनं जायमानमस्ति खलु. परसूत्रं वा अपरसूत्रं वा इति भिन्न भिन्न परसूत्रमस्ति चेत् किम् अत्र परसूत्रस्य का वार्ता? परसूत्रस्य चिन्तनं कदा भवति? कदा भवति चिन्तनं? एकत्र एकत्र भवति, एकस्थले एकत्र भवति चेदपि परसूत्रं पूर्वसूत्रं न अपेक्षया परसूत्रं न एकत्र भवति इति तावत् पर्याप्तं नास्ति. पूर्वपरप्रसङ्गे अन्यत्र अन्यत्र लब्धावकाशो भवति चेत् तत्र विप्रतिषेधपरकार्यं तत्र परसूत्रमेव कार्यं करोति. अत्र तथा अस्ति वा? अन्यत्र शाहौ इति अन्यत्र भवितुं शक्यं. कुत्र भवितुं भूजल्भ्यो अपि अन्यत्र भवितुं शक्यं. शाहौ कुत्र अन्यत्र भवितुं शक्यम्? ओ शा एव, शा धातु एव, शाहौ धातु शा तत्र एव प्रसक्तिः. शाहौ शाहौ इत्यत्र केवलं हि प्रत्यये परे एव शास् धातोः विषये एव, अतः तस्य अन्यत्र लब्धवाशः कुत्रापि नास्ति. अतः पूर्वपरप्रसङ्गः अस्ति वा? नास्ति इति कृत्वा परसूत्रमिति वक्तुं न शक्यते. परसूत्रं भूजल्भ्यो हेर्दि इति कृत्वा प्रथमतया भवेत् इति वक्तुं न शक्यते. न शक्यते. तर्हि इदानीं केवलं चिन्तनार्थं मया उक्तं शाहौ इति प्रथमतया करोति इति उक्तं, परन्तु किमर्थं करोति इति चिन्तनीयम्. इदानीम् अग्रिमं तदेव अत्र इदानीं तत्र किं वंशी भगिनी करोतु अग्रे. वंशी भगिनी करोतु. अनन्तरं करोतु अस्मिन् अग्रिमं करोतु. तत्र पूर्वं तु अल् अलः इति भवति. तत्र अलः अलः विद् अल् विधिः अस्ति, अल् विधिः अस्ति. अल् विधिषु कीदृशविधिः इति अलाश्रित्यः परकार्यं भवति इति कारणेन अलः इति कृत्वा अलः विधिः. विभक्तिः विभक्तिः का अलः विधिः इत्यत्र? पञ्चमी भवति इति चिन्तयामि. पञ्चमी तत्पुरुष समासः अलः विधिः. तदेव अग्रिमं एकादश उदाहरणमस्ति. शास्यो वहि हूजल्भ्यो हेर्धेर्भिः इति इत्यनेन जलन्तेभ्यः धातुभ्यश्च धातुभ्यः हि स्थाने धि आदेशः. अस्तु तत्र विपरीतरीत्या कार्यं भवति. शास्योगः धि शा हौ इत्यनेन शा धातोः स्थाने शा आदेशः हि प्रत्ययपर भवति किम्? अस्तु अस्तु. तत्र पूर्वं चि अस्मिन् उदाहरणे तत्र हू छल्भ्योर्हेर्थि इत्यनेन तत्र झलन्तधातोभ्यः हि प्रत्ययस्य धि हि स्थाने धि आदेशः भवति इति उक्तम्. अतः प्रथमं तु हि स्थाने भवति, तस्मिन् द्वितीयकाले आदेशः भवति. हि स्थाने धि आदेशः भवति यतोहि झलन्तधातुः अस्ति, शास् इति झलन्तधातुः अस्ति. तस्मात् अनन्तरं शास् योगः धि इत्यस्य अस्यां स्थित्यां शाहौ इत्यनेन शा धातोः स्थाने शा आदेशः हि प्रत्यये भवति वा? अस्तु. अधुना तु हि प्रत्ययस्य स्थाने धि आदेशः अभवत्. तृतीयकाले हि प्रत्ययः हि एव निमित्तमस्ति, तेन कारणेन शा स्थाने शा भवेत्. परन्तु तत्र हि प्रत्ययः अस्ति वा भगिनी? तत्र हि इति प्रत्ययः अस्ति वा? इति प्रत्ययः अस्तु. प्रत्ययत्वं तु भवति, यतोहि तत्र प्रत्ययत्वं भवति. परन्तु हि इति अल् वर्णः अस्ति, अतः तत्र परन्तु समूहः अस्ति. वदतु. तदेव तत्र हि इति समूहः अस्ति, अतः तत्र समूहस्य स्थानिवद्भावेन भवति वा इति चिन्तयन्ति अस्मि. शाहौ इति सूत्रे न शाहौ इति सूत्रे निमित्तं किम् इति पुनः वदतु. हा शाहौ इति सूत्रे तु ही परे शास् धातोः शा आदेशः भवति इति एव उक्तं. ही परे इत्यस्य अर्थः कः? ही परे इत्यस्य अर्थः कः? ही प्रत्ययपरे प्रत्ययत्वम् अपेक्षितं, परन्तु ही अपि अपेक्षितं, तदपि न ही अपि अपेक्षितम् इति न. ही प्रत्यये अत्र अङ्गाधिकारे अस्ति खलु, अङ्गाधिकारे अस्ति, अङ्गाधिकारे अस्ति. इदानीं तत्र पूर्वम् अपट अपटयोगः तस् इत्यत्र तत्स्थाने ताम् आदेशः अभवत्, तत्र किम् अस्माभिः उक्तं? तत्र प्रत्ययत्वम् अपि अस्ति, अपि च अस्माभिः किम् उक्तं? सार्वधातुकत्वम् अपि अस्ति, अपि च तिङ् प्रत्ययत्वम् अपि अस्ति खलु. सत्यं, तदपि प्रत्ययत्वं ये धर्माः सन्ति ते सर्वे आगच्छन्ति, परन्तु तिङ् प्रत्ययः इति यदा वयं वदामः, तिङ् प्रत्ययः इत्यस्य अर्थः कः? तिङ् प्रत्ययः, तिङ् प्रत्ययः इति एकः प्रत्ययः नास्ति खलु, तत्र बहवः प्रत्ययः सन्ति खलु. मूले यः प्रत्ययः अस्ति तादृशप्रत्ययत्वमपि अत्रापि आगच्छति. एवम् अत्रापि मूले हि इति प्रत्ययः तिङ् प्रत्ययः, तर्हि यदा धी इति आदेशः भवति तदानीं तत्र हि इति प्रत्ययत्वमपि आयाति. ओ एवम्, अस्तु. हा प्रत्ययत्वम् आगत, परन्तु परन्तु यदि हा इति अस्ति तर्हि तत्र हा इति अस्ति चेत् तर्हि चिन्तयतु शा हा इति सूत्रमस्ति, तत्र तु प्रत्ययत्वं यद्यपि आगच्छति अल् वर्णः हकारः न आगच्छति इत्येव बोध्यं वा तत्र? न, हकारः अल् वर्णरूपेण अत्र निमित्तमेव नास्ति सूत्रे. हकारे परे इति नास्ति, अङ्गाधिकारे अस्ति सूत्रम्, अङ्गाधिकारे अस्ति सूत्रम् इति कृत्वा तत्र प्रत्यये परे इत्येव अर्थः अस्ति. हि इति प्रत्यये परे इति अर्थः, हि इति वर्णे परे इति अर्थः नास्ति तत्र. यदि अत्र वर्णकार्यम् अस्ति चेत् तदानीं यथा यथा भवती वदति तत्र हकारे परे इति तथा. अत्र तु शाह इति सूत्रे किमस्ति निमित्तं? हि प्रत्यये परे इति उक्तं. तत्र प्रत्यये परे इति तावदेव वदति चेत् अस्माभिः न अवगम्यते खलु कः प्रत्ययः इति. अस्तु, इति कृत्वा हि प्रत्यये परे इति वदति. हि प्रत्यये परे इत्युक्ते हि इति तिङ् प्रत्यये परे इति अर्थः, केवलं हकारः इति वर्णे परे, ईकारः इति वर्णे परे इति न. अस्तु, अवगतवती महोदय. अतः तत्र स्थानिवद्भावेन तत्र हि प्रत्ययत्वम् आगच्छति, अतः तत्र शा स्थाने शा आदेशः अन्तिमस्तरे भवति इति एव निगमनं कर्तुं शक्यते. स्थानिवद्भावः अत्र भवति, स्थानिवद्भावः अत्र भवति इति कृत्वा अस्माभिः यथा दृष्टम् अत्र पूर्वस्मिन् उदाहरणे प्रथमतया शाहौ कार्यं कर्तुम् अर्हति, द्वितीय उदाहरणे अनन्तरमपि शाहौ कार्यं कर्तुम् अर्हति स्थानिवद्भावेन इति कृत्वा. शाहौ इति कीदृशसूत्रं? नित्यसूत्रमस्ति न तत्र, नित्यसूत्रमस्ति इति कृत्वा प्रथमतया कार्यं करोतु. सत्यम्, ओ एवम्, अस्तु, समीचीनं. भगिनी एकः प्रश्नः अस्ति, हि तिङ् अस्ति केवलं द्वितीयगण आधारेण, प्रथमगण आधारेण तु द्वितीयगण अदादिगण इत्यादि यत्र अस्ति तर्हि एव हि अस्ति. हा, तु तम् अन्तु हि तं तर्हि धन्यवादः, तर्हि एव तिङ् भवति. आमां, तिङ् प्रत्ययः एव अस्ति इत्युक्ते तत् शाहौ इति सूत्रे हकारे परे इति तावदेव उक्तं चेत् तदानीं तत्र वर्णनिमित्तककार्यम् अथवा हलादिप्रत्यये परे इति एवम् उक्तं चेत् तदानीं तत्र वर्णाश्रितकार्यम् इति वयं वक्तुं शक्नुमः. परन्तु शाहौ इति सूत्रे तादृशनिमित्तं नास्ति, हि प्रत्यये परे इति निमित्तमस्ति. हौ इत्यनेन हि प्रत्यये परे इति निमित्तं. यदि केवलं वर्णाश्रितम् एव अत्र विवक्षा अस्ति चेत् तदानीं तत्र हकारे परे इति वदति, न तु हौ. हौ इत्यस्य प्रातिपदिकं किम्? हि अस्ति न तत्र, हि अस्ति, हि अस्ति चेत् अत्र हि अस्ति चेत् अर्थः कः? प्रत्ययत्वमेव अस्ति तत्र तु. यदि वर्णत्वम् अस्ति चेत् तदानीं कथम् उच्यते? यदि केवलं इति वदति, हा इति वदति न तत्र, अथवा हा अथवा किं हकारस्य सप्तमी हि इति वदति. सत्यं, हि सप्तमी अस्ति न तत्र, स तदानीं वर्णाश्रितः इति वयम् अवगन्तुं शक्नुमः. अल्लाश्रितः नास्ति, समूहः कृत्यत्वमस्ति, अतः तस्य स्थानिवद्भावेन तत्र निषेधः न भवति, अपि कार्यं भवति इति. अत्र कीदृश अल् विधिः? अल् विधिः एव नास्ति अत्र, अनल् विधिः. अनल् विधिः अस्ति, अतः तत्र चिन्तनमेव न भवति, अलः किमपि न भवति. अस्तु सुरेश, धन्यवादः. अस्तु तर्हि इदानीम् अग्रे किं भगिनी, अत्र रूपं तु शाधि इत्येव. तदेव हौ प्रथमं करोति, शाहौ इति प्रथमं करोति, तदनन्तरं कूजल् व्योहेर्दिः इत्यस्य कार्यं भवति. तत्र तु भिन्ना वार्ता अस्ति, असिद्धवद् अत्र अभात् इति अधिकारे वर्तते इति कृत्वा. सूत्रद्वयमपि असिद्धवद् अत्र अभात् इति अधिकारे वर्तते इति कृत्वा शाहौ इति प्रथमतया कार्यं करोति, शायोगः हि, अनन्तरं शाहौ इत्यनेन यत् कार्यं कृतं तद् असिद्धमस्ति पूजल् व्योहेर्दिः इत्यस्य कृते, यतोहि सूत्रद्वयमपि असिद्धवद् अत्र अभात् इति अधिकारे वर्तते. अपि च द्वयोः सूत्रद्वयमपि समानाश्रितं, पूजल् व्योहेर्दिः इत्यत्रापि हि इति आश्रित्य कार्यं, शाहौ इत्यत्रापि हि इति आश्रित्य कार्यम् इति कृत्वा समानाश्रितम्. अतः शाहौ इत्यस्य कार्यानन्तरं पूजल् व्योहेर्दिः इति कार्यं भवति असिद्धवद् अत्र अभात् इत्यनेन, अतः शादी इति रूपं लभ्यते. अस्तु, तत्तु सा तु भिन्नवार्ता, सा तु भिन्नवार्ता. भगिनि भगिनि, इदानीं शास्योग हि इत्यत्र शाहौ इति सूत्रं तु अल्विधिः नास्ति, किन्तु हुजल्भ्यो हेर्तिः इति तु अल्विधिः एव अस्ति खलु, अलाश्रितविधिः एव अस्ति खलु. आमां, तर्हि अत्र शासित्यस्य सकारः अत्र स्थानिवत् भावेन न आयाति इति वार्ता अस्ति. अनेन इदानीम् अत्र प्रश्नः, जलन्तेभ्यः धातुभ्यः हि स्थाने धि आदेशः भवति किम् इति चेत् न भवति इति एव उत्तरं. स्थानिवद्भावेन न भवति, स्थानिवद्भावेन न भवति. अपि च इदानीं तु असिद्धवद् अत्र अभात् इत्यनेन भवति. तत् किमस्ति, तस्य अर्थः कः? असिद्धवद् अत्र अभात् इति एकं सूत्रमस्ति, तस्मिन् विषये अनन्तरं वयं पठिष्यामः. परन्तु तस्मिन् अधिकारे यानि यानि इत्युक्ते अत्र पूर्वत्र सिद्धम् इतिवत् अस्ति, तत्र असिद्धवद् अत्र अभात् इति पूर्वत्र सिद्धम् इतिवत् अस्ति. तत्र तस्मिन् असिद्धवद् अत्र अभात् इति अधिकारे यानि सूत्राणि सन्ति तत्र पूर्वं तत्र यद् यस्य सूत्रस्य कार्यं कृतं तद् असिद्धं भवति द्वितीयसूत्रस्य कृते. इदानीम् अत्र कुजल्व्योहेर्दिः शाहौ सूत्रद्वयमपि असिद्धवत् अत्र अभात् इति अधिकारे वर्तते. शाहौ इत्यनेन प्रथमतया शा स्थाने शा इति आदेशः भवति चेत् तदानीं शायोगः हि इति स्थितौ कुजल्व्योहेर्दिः इत्यस्य कार्यं भवति वा इति चेत् भवति, यतोहि शाहौ इत्यनेन यत् कार्यं कृतं तद् असिद्धम् अस्ति कुजल्व्योहेर्दिः इत्यस्य कृते, यतोहि सूत्रद्वयमपि अस्मिन्नेव अधिकारे वर्तते, सूत्रद्वयमपि समानाश्रितम् इति कृत्वा कुजल्व्योहेर्दिः इत्यस्य कार्यमपि भविष्यति. तत्तु सा तु भिन्नवार्ता, अत्र केवलं स्थानिवद्भावस्य विषये चिन्तनम्. अस्तु, अपि च अत्र शास्योग हि इत्यत्र हि प्रत्यये अपित्वमस्ति सेर्ह्यपिच्च इत्यस्य, तर्हि धी इति यथा आदेशः भवति तत्रापि अपित्वम् अध्यारोप्यते. समीचीनं, आमाम्. अत्र अपित्वस्य प्रसङ्गः नास्ति इति कृत्वा नास्ति, न चिन्तितं, तत् सत्यमेव, अपित्वमपि अध्यारोप्यते. अस्तु, धन्यवादः. संशयः तत्र हूजल् शाहौ इति यदि शाहौ इति सूत्रे सूत्रं कार्यं करोति, परन्तु हूजल् प्यो देहेर्दिः इति सूत्रं प्रति कार्यं सिद्धं तद् न दृश्यते, न दृश्यते, परन्तु कार्यं सिद्ध कृतं तत्र, तस्मात् कार्यसिद्धम् इति कर्तुं शक्यं वा? न न न, अत्र पूर्वत्र सिद्धमिति अधिकारे नास्ति खलु, पूर्वत्र सिद्धमिति अधिकारे नास्ति, परन्तु अत्र कार्यसिद्धमिव अस्ति, कार्यसिद्धम् इव अस्ति. पूर्वत्र सूचनाधिकारे कार्यसिद्धमिति यद्वयं वदामः तथैव अत्रापि अस्ति. शाहौ इत्यनेन यत् कार्यं कृतं तद् असिद्धम् अस्ति हुजल् ब्यो हेर्दिः इति सूत्रस्य दृष्ट्या इति कृत्वा कार्यसिद्धम् इव अस्ति. अस्तु, धन्यवादः भगिनि. अस्तु, तर्हि अग्रे गच्छामः. तर्हि किं योगः सु इत्यत्र शुभदा भगिनी करोतु, भवत्याः फेवरेट् अस्ति. अस्ति वा भगिनि? आं भगिनि, नमस्कारः. कुत्र कुत्र अस्ति? क्षम्यतां, किञ्चित् अत्र नास्ति चिन्ता. अत्र अस्माकं वेब्सैट् मध्ये तत्र ध्वनिमुद्रणानि भवन्ति खलु, तत्र अस्ति. अपि च अत्र चाट् मध्ये अपि स्थापितं लिङ्क्, पश्यतु. अस्तु अस्तु. ओके, 12th ऐटम्, द्वादश. एकनिमेष भगिनि, क्षम्यतां, द्वादश वा? शासयोगः हि इति एव अस्ति, द्वादश द्वादश नास्ति वा? द्वादश एकादश एव दृश्यते मया तु. एकादश दृश्यते वा? वंशीभगिनी वंशीभगिनी अत्र लेटेस्ट् एव स्थापितवती खलु भगिनि? आं, तत्र अस्ति चाट् बाक्स् मध्ये यत् अस्ति. मया विलम्बेन आगतं खलु, किञ्चित् स्थापयति वा भगिनि पुनः एकवारं? क्षम्यताम्. ओ, अत्र भवती न प्राप्तवती वा? अस्तु, स्थापितं स्थापितं भगिनि, तस्मिन् अन्ते यत् टु टु अन्ते अस्ति भगिनि, न पुनः स्थापयतु इति प्रार्थना. विलम्बेन आगतवती इति कृत्वा मया प्राप्तं भगिनि. अस्तु, दारुण भगिनी प्राप्तं खलु, समीचीनम्. इदानीं प्राप्तं वा? इदानीं प्राप्तं. तत्र द्वादशं वा? अस्तु. किं योगः सु? एतत्तु गतवर्गे चर्चितवन्तः. किं योगः सु सुप्रत्ययः किमः कः इत्यनेन किं शब्दस्य विभक्तिप्रत्यये परे क आदेशः क योगः स इति स्थानिवत् अत्र स्थानिवद्भावेन हल्ङ्याभ्यो दीर्घात् सतिस्य प्रक्तं हल् इत्यस्य कार्यं भवति किम् इति प्रश्नः. तर्हि अत्र किमः कः किं योगः सु इति विधिः सुप्रत्ययस्य सुप्रत्यये परे विभक्तिप्रत्यये परे किमः क इति आदेशः भवति इति कृत्वा किम् इत्यस्य स्थाने क इति आदेशः क योगः स इति भवति. अत्र हल्ग्याभ्यो दीर्घात् सुतिस्य प्रोक्तं हल् इत्यस्य कार्यस्य कृते तु हलन्तम् अङ्गम् अपेक्षितं, परन्तु अत्र तु वयं क इति प्राप्तवन्तः, अतः स्थानिवद्भावः भावेन तत्रापि हल्ग्याभ्यो इत्यस्य सुलोपः भवति वा इति तत्र प्रश्नः. अत्र कालानुसारेण प्रथमे काले तु किम् इति स्थानी भवति, द्वितीयकाले किमः स्थाने क इति आदेशः भवति, तृतीयस्थाने तु किं हल्ग्याभ्यो दीर्घात् सुतिस्य प्रोक्तं हल् इत्यस्य कार्यं, यतोहि स इत्यस्य लोपः भवति वा इति, स इत्यस्य लोपः इति तृतीयकाले भवति. तर्हि अत्र स्थाने एकक्षणं भगिनी चिन्तयतु. वदतु, किमपि दोषः वा? न न, चिन्तय, भवती एव चिन्तयतु. तर्हि स इति अनुबन्धलोपे स इति वयं प्राप्नुमः, तर्हि स इति अप्तुक्त एकाल् प्रत्ययस्य लोपः भवति वा इति प्रश्ने सति किम् इत्यस्य हलन्तत्वं क इति आदेशे न भवति, परन्तु अत्र हलन्तत्वम् अस्ति, हलन्तत्वम् अध्यारोपित्वा तत्र कार्यं भवति वा इति प्रश्नः. किं भवेत्, सप्ताहे किमपि उक्तं मया एव, परन्तु अधुना न स्मरामि. न, हलन्तत्वम् इति धर्मः अलाश्रितः वा न वा इति प्रश्नः तावदेव. हलन्तत्वम् इति धर्मः अलाश्रितः अस्ति. तर्हि अलाश्रितः अस्ति इति कृत्वा तस्य स्थानिवद्भावः न भवति, अतः सुलोपः अपि न अपेक्षते. तत्र कः इति रूपं भवति सम्यक्. समीचीनम्. अत्र किम् एकमेव वक्तुम् इच्छामि, इत्युक्ते स्थानि आदेशः इति कथं तत्र निर्णेतव्यं, स्थानि किम् आदेशः कः इति कथं निर्णेतव्यम् इति चेत्, अत्र तृतीयकाले किम् अस्ति विधिसूत्रं, विधिसूत्रमस्ति हल्न्याभ्यो दीर्घसूतिस्य प्रत्यं हल्. अस्य सूत्रस्य निमित्तानि कानि, तत्र हलन्तप्रातिपदिकं भवेत्, अनन्तरं सु इति प्रत्ययः भवेत् इति निमित्तद्वयम् अस्ति. कयोगः सु इति स्थितौ सु इति प्रत्ययः साक्षात् अस्ति, तत्तु पूरितम्. इदानीं हलन्तप्रातिपदिकत्वं तु न पूरितं, क इत्यत्र हलन्तत्वं नास्ति. तर्हि इदानीम् अस्माकं स्थानि अस्ति हलन्तत्वं, हलन्तत्वमेव स्थानि. हलन्तत्वस्य इदानीम् अजन्तत्वम् आगतम् इदानीम् इत्युक्ते हलन्तत्वम् अवगतम्. आदौ मकारः स्थानि, तस्य मकारस्य अपगमनं आदेशेन अपगमनं जातम्, इत्युक्ते अन्यत्र क इति आदेशः भवति सर्वम् इदानीं मास्तु. केवलं मकार हलन्तत्वं मकारत्वम् अन्ते आसीत्, स्थानिनि आदेशे मकारत्वम् अपगतम्. इदानीं हल्याभयदीर्घस्तुतिस्य प्रुक्तं हल् इत्यस्य कृते मकारत्वम् अध्यारोपयितुं शक्यते वा इति चेत्, मकारत्वम् अलाश्रितः अस्ति इति कृत्वा मकारत्वम् अध्यारोपयितुं न शक्नुमः तावदेव. इत्युक्ते तृतीयकाले यः यत् विधिसूत्रम् अस्ति तत्र तस्य निमित्तानि कानि इति विचिन्त्य तानि कः आदेशः कः इति चिन्तनीयम्. अस्तु, अस्तु, स्पष्टम्. तर्हि इदानीम् अग्रिमं कुर्मः, तत्र किम् अनिमभगिनी करोतु. आचिष्णु योगः तकारम् अचिनु प्लत्त सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति किम्? अत्र लङ्लकारस्य ङित्वस्य स्थानिवद्भावेन तिप्रत्ययः ङित् भवति किम्, येन गुणप्रतिषेधः स्यात्? लङ्त्वं लङ्लकारस्य प्रसक्तिः खलु, अचिष्णु इति तत्र स्नु प्रत्ययान्तं दिवादिभ्यः दिवादिभ्यः श्यन् अत्र श्नु इति किं क्रयादिभ्यः श्नु वा क्रयादिभ्यः श्न स्वादिभ्यः श्नु इति भवति वा त इति भवति वा भगिनी किं केवलं तकारः भवति वा तकारः परस्मैपदम् गुणः भवति इति जानामि, लङ्लकारस्य ङित्वम् अत्र न आगच्छति किल भगिनि? यत् प्रत्यये अस्ति तस्य एव भवति, लङ् इति लकारम् अस्ति तत् प्रत्ययः नास्ति किल भगिनि? इत्युक्ते अत्र इत्युक्ते तत्र लङ् इति प्रत्ययः नास्ति वा, लङ् प्रत्ययः वा न वा? हा लकारं परन्तु न जानामि अग्रे न आगच्छति तिप् प्रत्ययः तस्मिन् न अन्तर्भवति किल भगिनि तिप् न अत्र प्रत्ययः इति अधिकारः अस्ति खलु तृतीयाध्याये प्रत्ययः इति अधिकारः अस्ति तृतीये अध्याये चतुर्थ अध्याये पञ्चम अध्याये प्रत्ययः इति अधिकारः अस्ति अतः यत्किमपि विद्यते तद् सः प्रत्ययः अस्तु लङ् इति अपि प्रत्ययः एवं चेत् लङ् इत्यत्र यः नित्वं तस्य अध्यारोपः किमर्थं नास्ति तस्य नित्वं तप्रत्यया भवेत् इति किल भगिनि प्रत्ययः तिप् अस्ति परन्तु लङ्लकारे नित्वम् अस्ति तस्य अध्यारोपः अत्र भवतु जानामि भगिनि न भवति इति भवती उक्तवती यतोहि अत्र रूपं किम् अस्ति अचिनोत् इति अस्ति अचिनोत् इति गुणः जायते खलु हा जायते इत्युक्ते तत्र पश्यतु सहेर्य पिच्छ इत्यत्र अस्माभिः किम् उक्तं सहेर्य पिच्छ सिप् स्थाने हि आदेशः भवति इति उक्तं खलु तत्र पित्वं सिप् प्रत्यये पित्वम् अस्ति तर्हि स्थानिवद्भावेन हि आदेशः अपि पित् स्यात् परन्तु तत्र पित्वं नेष्यते इति कृत्वा अपिच्छ इति उक्तं तत्र इत्युक्ते स्थानिनि पित्वम् अस्ति चेत् आदेशे अपि पित्वम् आयाति अतः तत्र अपित्वम् इति उक्तम् एवम् अत्रापि स्यात् खलु लङ् इति अत्र नित्वम् अस्ति चेत् अत्रापि स्यात् खलु इत्युक्ते तत्र किं वदति इति चेत् अस्य ज्ञापकमस्ति यासुट् यासुट् परस्मैपदेषु उदात्तो निच्च इति तत्र यासुत् परस्मैपदेषु उदात्तो निच्च इति सूत्रं किं वदति यासुत् परस्मैपदेषु यासुत् परस्मैपदेषु इति चेत् लिङ्लकारस्य परस्मैपदस्य प्रत्ययानां नित् यासुत् आगमः भवति लिङ्लकारस्य प्रत्ययानां यासुदागमः भवति इत्युक्तं तत्र लिङ्लकारः नित् अस्ति खलु लिङ्लकारे परस्मैपदी प्रत्ययानां यासुदागमः भवति इत्युक्तं लिङ्लकारः नित् अस्ति अतः पुनः यासुत् परस्मैपदेषु उदात्तो निच्च इति किमर्थं वक्तव्यं लिङ्लकारः नित् अस्ति चेत् नित्वं तत्र साक्षात् आयाति खलु प्रत्यये अपि आयाति खलु तिङ् प्रत्ययेषु सर्वत्र यासुदागमः भवति तत्र नित्वमपि आयाति परन्तु तथा नास्ति लकारेषु यः नित्वं वा टित्वं वा यदस्ति तस्य अध्यारोपः न भवति तस्य ज्ञापकमस्ति यासुत् परस्मैपदेषु उदात्तो निच्च इति सूत्रम् लकारावसरे टित्वं वा नित्वं वा तस्य अध्यारोपः न भवति तस्य ज्ञापकं यासुत् परस्मैपदेषु उदात्तो निच्च यासुत् आगमः लिङ्लकारे एव भवति लिङ्लकारे सर्वत्र नित्वम् अस्ति तर्हि अत्र सूत्रे किमर्थं यासुत् परस्मैपदेषु उदात्तो निच्च इति किमर्थं वक्तव्यं निच्च इति उक्तम् इति कृत्वा अस्मान् ज्ञापयति यत् लकारावसरे यत् टित्वं वा नित्वं तस्य अध्यारोपः न भवति स्थानिवद्भावेन इति विषयः लकारस्य नित्वं न भवति अतः एव प्रत्ययत्वम् इति न लकारत्वं स्वीकर्तव्यं लकारस्य प्रत्ययत्वं तु अस्ति प्रत्ययः नास्ति इति न प्रत्ययत्वं तु अस्ति यतोहि तत्र पाणिनिसमक्षात् लकारत्वम् इति न वदति एव कुत्रापि लकारत्वम् इति न वदति अस्तु अस्तु तत्र प्रत्ययत्वमेव अस्ति लकारत्वम् इति तु लौकिकभाषायां वयं वदामः लकारः लकारः इति परन्तु पाणिनिना साक्षात् कुत्रापि लकारः इति प्रयोगः न कृतः प्रत्ययत्वं तु अस्ति परन्तु नित्वं पित्वं तु सर्वत्र प्रत्ययस्य तिङ् प्रत्ययस्य नित्वम् अस्ति चेत् तिप् इति प्रत्ययस्य पित्वम् अस्ति चेत् तस्य आदेशे अपि पित्वम् आयाति एवं लकारस्य स्थाने यः प्रत्ययः अस्ति तस्यापि नित्वम् अथवा टित्वम् आयाति वा इति चेत् न न आयाति, तस्य ज्ञापकम् अस्ति यासु परस्मैपदेषु उदात्तो निच्छ. तत्र इतश्च इति सूत्रेण अपि तत्र नित् भवति किल, तत्र इतश्च इति सूत्रेण नित् कथं भवति? इतश्च इति सूत्रं नित्वस्य विषये वदति वा? इतः लोपः नितः लस्य न, तत्र तु परस्मै, तत्र तु इकारस्य लोपः भवति. हा, इकारस्य लोपः भवति, परन्तु नित्लकाराणां, हा नित्लकाराणां, हा अस्तु, तर्हि तत्र सत्यं, तत्र लङ्लकारः यत् अस्ति तत् नित्लकारः अस्ति, परन्तु तस्मात् अनन्तरं तिप् इति प्रत्ययः कुर्मः चेत् तत्र पित्वम् आयाति किल, तत्र पित्वं यदि भवति तत्र नित्वं कदापि न भवति किल भगिनि? नित्वं न भवति इति अत्र तु, अत्र तु लस्य इति अधिकारे अस्ति खलु, लस्य इति अधिकारे अस्ति, अतः इत्युक्ते तत्र आदौ आदौ लस्य इति अधिकारे नित् लकारः अस्ति चेत् तदानीं भवति, यद् तत्र नित्वस्य अध्यारोपः भवति इति न, लकारे यः लकारस्तरे यत् नित्वम् अस्ति तस्य तिप् प्रत्यये अध्यारोपः भवति इति न. परन्तु अत्र सूत्रस्य अनुवृत्तिसहितसूत्रं पश्यामः चेत् नितः परस्मैपदेषु इतः लोपः, तत्र लस्य इति अधिकारे वर्तते, अतः नितः लकाराणाम् इति अत्र काशिकायां पश्यति चेत् अथवा सिद्धान्तकौमुदी नितः लस्य, नितः लकारः इति अर्थः, नितः लस्य लकारस्य, अतः तत्र नित्वं न भवति परन्तु नितः लकारेः लकारस्य इतः भवति, इत् लोपः भवति इति वदति वा तत्र? आमाम् आमाम्. अस्तु अस्तु अस्तु, तर्हि अत्र तर्हि इदानीम् अग्रे गच्छामः. तर्हि पच्योगः यम् अत्र किं विजयभगिनी विजयलक्ष्मी भगिनी वदति वा भगिनी? अत्र उत्तरं किं भगिनी, तत्र सार्वधातुक अर्धधातुक इत्यनेन गुणः भवति किम् इति, तिप् स्थाने तकारः आगच्छति, तिप् इति पित् अस्ति तस्य आरोपणम् अत्र भवति, तत् तदेव उत्तरं वा? स्थाने न, अत्र तिप् प्रत्ययः अस्ति, तत्र ति इति अवशिष्यते, इतश्च इति निकारस्य लोपः, अतः तकारः अवशिष्यते, तकारः तकारे तकारे तु पित्वम् अस्ति एव. धन्यवादः. तस्य ज्ञापनं तिप् प्रत्ययः पित्वम् अस्ति तस्य आदेशे अपि भवति इति ज्ञापनं सेहर्यपिच्छ सहर्यपिच्छ इति ज्ञापनमस्ति तत्र. अस्तु, सहर्यपिच्छ इति किं ज्ञापयति तत्र? तिप् न, तिङ् प्रत्ययेषु यः पित्वं वा नित्वम् अस्ति तस्य अध्यारोपः आदेशे अपि भवति इति सहर्यपिच्छ इति ज्ञापयति. ओ एवम्, अपित्वम् इति अध्यारोपयति किल तत्र सहर्यपिच्छ. अस्तु समीचीनम्. अस्तु भगिनि, अस्ति वा विजयलक्ष्मी भगिनि? न श्रूयते. आम् अस्मि भगिनि, विजया इति उक्तवती खलु भवती, विजयलक्ष्मी भगिनी इति उक्तवती, समीकृतवती, अतः अत्र विजय अस्ति एव अद्य. पच् योगः यङ् पापच्य योगः नूल् यस्य हलः इत्यनेन हल उत्तरस्य य शब्दस्य अर्धधातुके लोपो भवति. पापच् योगः नूल् अत उपधायाः इत्यनेन वृद्धिः इति कार्यस्य प्रसक्तिः. अत्र स्थानिवद्भावेन अतः उपधायाः इत्यस्य कार्यं बाधितुं शक्यते किम्? अन्तिमं रूपं किम्? भगिनि पच् धो धातु अस्ति पापच्य पापच्य इति कीदृशः यङ्गन्तदातुः यङ्गन्तदातुः अस्तु यङ्गन्तधातुः पापच्य इति तस्य इदानीं नूल् प्रत्ययस्य योजनेन यस्य हलः इत्यनेन हल् उत्तरस्य य शब्दस्य आर्धधातुके परे लोपो भवति अतः यकारः पापच्य इत्यस्य अन्ते यकारः लोपः भवति सम्पूर्ण य इत्यस्य लोपः भवति पापच् योगः नूल् इति स्थिते अत उपधायाः इत्यनेन नूल् इति प्रत्ययस्य आदौ नकारः अस्ति इति वृद्धि इति कार्यं भवितुम् अर्हति परन्तु कार्यस्य प्रसक्तिः परन्तु अत्र अन्ते तु चकारः अस्ति अत उपधायाः सूत्रं वदति किं वदति विस्मृतवती भगिनि अतः उपधायाः अतः वृद्धिः इति निति प्रत्यये परे किति निति प्रत्यये परे अत्र तु निति प्रत्ययः अस्ति इति निति प्रत्ययः अत्र तु निति प्रत्ययः अस्ति उपधायाम् अकारः अपि अस्ति इदानीं तस्य अकारस्य वृद्धिः भवति वा इति प्रश्नः पूर्वं य इति आसीत् य इत्यस्य लोपः जातः इदानीं पापच् योगः नूल् इति स्थिते उपधायाम् अकारः अस्ति अतः भवति खलु भगिनि पापा चेत् किं वृद्धिः भवति इति भासते यतोहि अलाश्रितः कार्यम् इति अलाश्रितं कार्यम् इति भासते सम्पूर्णयकारस्य य इत्यस्य लोपः अभवत् पापच्य इत्यस्य स्थाने इदानीं पापच् इति अस्ति परे नूल् अस्ति पापाच् इति भवति अत्र प्रथमकाले पापच्य इत्यस्य यकारः अस्ति यकारः वा य इति अस्ति यस्य हलः इति सूत्रेण य इत्यस्य लोपः इति एव आदेशः द्वितीयकाले इदानीं तृतीयकाले अत उपधायाः इति सूत्रस्य कार्यं भवति यतोहि पापच् इति अङ्गम् तस्य अनन्तरं ञित् नित् प्रत्ययः अस्ति चेत् तत्तु उपधायाः अकारः एव पश्यति अतः पापाच् योगः नूल् इति भवति स्थानिवद्भावेन अत्र अलाश्रितः न स्थानिवद्भावेन अत उपधायाः इति सूत्रस्य कार्यं बाधितुं न शक्यते. अन्तिमं रूपं युवोर् अणाकौ अण् इति भवति, अतः पापाच् योगः अण् किं भवति न जाने. योगः पापाश् योगः युवोर् अन् अकौ अक् इति भवति अनूल् अक् अक् इति भवति. अतः अक इति भवति, अतः पापाच् योगः अक पापाचकः इति रूपम् सिद्ध्यति. पापचक तु पापचक इति अस्ति. हा इति अस्ति पापचकः. इदानीं स्थानिवद्भावस्य चिन्तनं करोतु. भवती स्थानिवद्भावस्य चिन्तनं न कृतवती. स्थानिवद्भावेन य इति अस्ति प्रथमकाले, द्वितीयकाले यस्य हलः इत्यनेन यकारस्य य इत्यस्य लोपो जातः. अतः पापच् योगः नोल् इति स्थिते प्रथमतया अतोपधायः इति सूत्रम् अल्विधिः अस्ति वा न वा? अल्विधिः अस्ति खलु. उपधा इति तु उपधायां यदि अकारः अस्ति तदा तस्य अकारस्य वृद्धिः भवति इति. इत्यस्य लक्षणं किम्? अल्विधि इत्यस्य लक्षणं वर्णाश्रितकार्यम्. न अस्माभिः किं चर्चितम्? अल्विधिः इत्यस्य लक्षणं किं चर्चितम्? वर्णाश्रितकार्यम् इति सरलरीत्या भवती वदति, परन्तु अल्विधिः इत्यस्य लक्षणं किं चर्चितम्? यदि जलन्तत्वम् एवं सर्वं भवति तदा अलाश्रित तदा अल्विधि. जलन्तत्वम् हलन्तत्वम् इति कुत्र वयं पश्यामः? अङ्गस्य अन्ते अथवा प्रत्ययस्य अन्ते. किं भगिनि? कथं जानीमः जलन्तत्वं हलन्तत्वम् इति द्रष्टव्यम् इति कथं जानीमः? कुत्र पश्यामः? द्वितीयकाले यद् विधिसूत्रमस्ति तत्रैव पश्यामः खलु? आम्, तृतीयकाले यद्विधिसूत्रमस्ति तस्मिन् यानि निमित्तानि सन्ति तेषु निमित्तेषु कश्चन अल्वर्णः स्थानिनी अस्ति परन्तु आदेशे नास्ति. अत्र अतोपदायाः इति प्रसङ्गे निमित्तानि कानि? अत उपधायाः प्रसङ्गे अङ्गस्य हलन्तम् अङ्गम् आवश्यकम्. अपि च उपधायाम् अकारः आवश्यकं भवति. अकारः आवश्यकः भवति. अकारः उपधायम् अस्ति वा इदानीं? पापच् इत्यत्र तु अस्ति. अनन्तरं अन्यत् परनिमित्तं किम्? परनिमित्तं नीति परे भवति चेत् वृद्धिकार्यं भवति इति परनिमित्तम्. अत्र परनिमित्तम् अस्ति. अङ्गम् इदानीं पापच् इति एव अस्ति. पूर्वं पापच् इति आसीत् परन्तु इदानीं तु पापच् इति एव अस्ति. इदानीं साक्षात् प्रसक्तं वा न वा सूत्रं? प्रसक्तम्, साक्षात् प्रसक्तम्. अतः सूत्रस्य कार्यार्थं स्थानिनी यः वर्णः अस्ति तस्य आवश्यकता अस्ति वा? नास्ति. अतः अत उपदायः इति अल्विधिः वा न वा? अल्विधि. कथम् अल्विधिः? किं भगिनि कथम् अल्विधिः अतोपदायः इति सूत्रम् अल्विधिः वा न अल्विधिः इत्युक्ते किं स्थानिनि यः वर्णः अस्ति सः वर्णः एव निमित्तम् अस्ति तृतीयकाले विधिसूत्रस्य प्रवर्तनार्थं हा परन्तु अत्र तु यक य योगः अ इति भवति चेत् अत उपधायाः सूत्रस्य कार्यं न भवति यतोहि उपधा भवति इति न भवति न स्थानिवत् आदेशो अनल्विधौ इति सूत्रस्य कार्यार्थं स्थानिनि यः वर्णः अस्ति सः वर्णः आदेशे अस्ति चेत् सूत्रस्य प्रवृत्तिः भवति सूत्रस्य कार्यं न भवति इति न सूत्रस्य प्रवर्तनार्थं य इति शब्दः स्थानिवद्भावेन स्वीक्रियते चेत् अतोपदायः इत्यस्य कार्यं न भवति इति भिन्नवार्ता न भवति कार्यं न भवति इति न अत्र स्थानिवत् आदेशः अनल्विधौ इति सूत्रं कार्यस्य प्रवर्तनार्थं निषेधार्थं नास्ति प्रवर्तनार्थम् इदानीं पापच्योगः नूल् इत्यत्र तु सर्वाणि निमित्तानि पूरितानि हा अतः अतोपदायः इति अल्विधिः नास्ति खलु स्थानिनि यः कोऽपि वर्णः तस्य आवश्यकता एव नास्ति अतोपदायः इत्यस्य प्रवर्तनार्थं नास्ति अतः अतोपदायः इति अल्विधिः एव नास्ति अतः अत्र स्थानिवत् आदेश अनल्विधौ इति सूत्रस्य अत्र कार्यं नास्ति इति वदति वा अत्र स्थानिवत् आदेशो अनल्विधौ इति सूत्रस्य कार्यं भवितुमपि अर्हति अत्र इत्युक्ते अत्र अत्र अत्र स्थानिवत् आदेशो अनल्विधौ इत्यनेन किं भवति इति तु भिन्नवार्ता तत्र वयं न गच्छामः इदानीम् अत्र प्रश्नः अस्ति अत उपादायाः इति सूत्रम् अत्र अल्विधिः वा न वा स्थानिवद्भावेन अत उपादायाः इत्यस्य कार्यं बाधितुं शक्यते वा इति प्रश्नः न बाधितुं न शक्यते बाधितुं न शक्यते यतोहि अतोपदायः इति अल्विधिः नास्ति पापचकः इति रूपं तु भिन्नरीत्या वयं साधयामः तत्र इदानीं वयं न गच्छामः पापचक इति एव रूपम् अस्ति तत्र अन्ततो गत्वा तत्र महान् चर्चा तत्र महती चर्चा वर्तते तत्र वयं न गच्छामः इदानीं परन्तु अत्र अल्विधिः नास्ति इति अवगच्छामः खलु आम् पापच्योगः नूल् इत्यत्र अत उपधायाः सूत्रस्य कार्यं 100% भवतुम् भवति स्थानिवद्भावस्य प्रसङ्गः नास्ति अल्विधिः इति नास्ति तावदेव इत्युक्ते मया इदम् उदाहरणं किमर्थम् अत्र स्थापितमिति चेत् तृतीयकाले विधिसूत्रमस्ति चेत् सर्वदा तत्र स्थानिवद्भावः भवति एव इति नास्ति सर्वदा अल्विधिः एव इति नास्ति अत्र अस्माभिः द्रष्टव्यम् अत्र निमित्तानि कानि सन्ति साक्षात् प्रसक्तं वा स्थानिनि यः वर्णः अस्ति सः वर्णः अपेक्षितः वा सूत्रस्य कार्यार्थं सर्वं दृष्ट्वा एव निर्णयः क्रियते अस्तु उत्तमानि उदाहरणानि भवति अन्तिमं रूपं किम् इति भवती पृष्टवती खलु अहमेवमेव वदामि पापचकः इति अन्तिमं रूपं तावदेव पापाचकः इति अशुद्धरूपं परन्तु मम चिन्तनं सम्यक् एव आसीत् खलु पापच्योगः नूल् इत्यत्र तु कार्यं भवति अत उपधायाः कार्यं भवति चेत् पापाचक इति भवति परन्तु अन्ततो गत्वा कथञ्चित् कार्यं न भवति तत् कथम् इति अन्यस्मिन् दिने पश्यामः स्वल्प अड्जस्ट् मडि स्वल्प अड्जस्ट् मडि अत्र अल्विधिः न वा स्थानिवद्भावः भवति वा न वा इति तावदेव अस्तु तर्हि बहु उत्तममस्ति भगिनि एतत् उदाहरणं तु स्पष्टमस्ति अधुना तु बहवः विषयाः तर्हि इदानीम् इतोपि उदाहरणद्वयमत्रयमस्ति अत्र पश्यामः इदानीं तत्र किं अरुणा भगिनी अग्रिमं करोति वा शीयोगः श्नुयोगः तात् अत्र स्थानभावेन गुणा भवति किम् अत्र धातु अस्ति धातु श्रूयते न न श्रूयते भगिनि किञ्चित् उच्चैः वदतु योगस्नु सकारः चिनु इति रूपम् आङ्ग्लम् अस्ति. अत्र अङ्गे इक् वर्णः अस्ति. सात् इति तिङ् प्रत्ययः गुण भवति वा इति प्रश्नः अस्ति. स्थानिवद्भावेन गुण भवति किम्? स्थानिवद्भावेन निमित्तमस्ति प्रथमं वर्ण अस्ति. प्रत्यय सार्वधातुकप्रत्ययः अस्ति चेत् गुणः भवति. तद् सार्वधातुक प्रत्यय अस्ति एव गुणः भवति. सात् इति स्थाने आगच्छति, परन्तु तहताम् इति प्रत्ययः अतः इत् प्रत्ययः अतः कार्यं न भवति. सम्यक् सम्यक् सम्यक् समीचीनं. तत्र समीचीनम् इत्युक्ते तत्र आशिषि विषये लोट् लकारस्य तु हि इत्यनयोः विकल्पेन तातङ् आदेशः भवति. तु इति प्रत्ययः तु तिप् अस्ति लोट् लकारे प्रथमपुरुषे एकवचने. तर्हि तस्य स्थाने तात् इति आदेशः भवति चेत् तत्रापि तित्वं भवेत्, परन्तु सूत्रे साक्षात् तातङ् इति उक्तत्वात् नित्वं तत्र अध्यारोप्यते इति कृत्वा तस्थानीवद्भावेन पुनः पित्वं न अध्यारोप्यते. एवं पुनः पित्वम् अध्यारोप्यते चेत् तदानीं सूत्रे तातङ् इति नित्वस्य प्रयोजनमेव न भवेत्, न भवति इति कृत्वा तिप् इति प्रत्ययः यद्यपि पित् अस्ति परन्तु पित्वं न अध्यारोप्यते, यतोहि सूत्रेण साक्षात् नित्वम् अध्यारोपितम् इति कृत्वा तत्र गुणनिषेधः जायते. अस्तु, अस्तु, इदानीम् अग्रिमम् उदाहरणं तत्र लक्ष्मीभगिनी करोति वा? आं भगिनि करिष्यामि. दिव्योग सु दियोग अवयोग दिव्योग अवयोग दिव औत् इत्यनेन अकारलोपः कृतमस्ति कृतः. अपि च द्यौस् इको यनचि इत्यनेन द्यौस् इति रूपं ससजुषोरुः इति सूत्रेण द्यौरु इति स्थितिः. खरवसानयोर्विसर्जनीयः इति सूत्रेण द्यौः इति रूपं. द्यौस् इति स्थितौ स्थानिवत् भावेन लोपो व्योर्वली अथवा हलङ्गाभ्योदीर्घात् कृतस्य कृतं हल् इत्यस्य कार्यं भवति किम्? अत्र दिव् इति प्रातिपदिकं सु प्रत्ययस्य योजनेन दिवा औत् इति सूत्रं प्रवर्तते. तेन दिवाहुतसूत्रेण दिव् इत्यस्य वकारस्य लोपः भवति. वकारस्य लोपः न न न क्षम्यता, वकारस्य औत् आदेशः. तेन वकारस्य स्थाने औ इति स्यात्. तर्हि अत्र द्यौ इति दियोग औ दियोग औ इति रूपम्. अत्र इकोयणचि अपि कार्यं कृत्वा द्यौ इकारस्य स्थाने यकारादेशः द्यौ. द्यौ योगस् द्यौस् इति स्थितिः. अत्र ससजिशोरुः ऋत्वं ततः परं विसर्गः कार्यं भूत्वा द्यौः इति स्थितिः. तर्हि अत्र प्रश्नः अस्ति, स्थानिवद्भावेन द्यौस् इत्यत्र द्यौस् स्थितौ स्थानिवतादेशेन लोपव्योर्वलि इति सूत्रस्य कार्यं भवति वा इति. तर्हि द्यौस् इत्यत्र तु वकारस्य औकारादेशः स्यात्. तर्हि स्थानिवद्भावेन वकारः पुनः अध्यारोपयितुं शक्यते वा इति चेत् न शक्यते, यतोहि स्थानिवतादेशो अनल्विधौ. अत्र लोपोव्योर्वलि इत्यत्र वकारे यकारः वकारस्य अथवा यकारस्य लोपः स्यात् वलिप्रत्ययपरे. वल्प्रत्ययः तु अस्ति किन्तु वकारयकारः अलाश्रितविधिः अस्ति इति कारणेन वकारस्य पुनः अध्यारोपणम् औत् इत्यत्र न शक्यते. अपि च हल्गाभ्यो दीर्घस्य कृतं हल् इति सूत्रस्यापि प्रवर्तनं न भवति यतोहि द्यौ इत्यत्र द्यौ हल् हल् इति तु पुनः अलाश्रितविधिः अस्ति इति कारणात् अत्र पुनः वकारः अध्यारोपयितुं न वकारत्वम् अध्यारोपयितुं न शक्यते. अतः अस्मिन् स्थितौ द्यौ इत्यस्मिन् स्थितौ एतयोः द्वयोः अपि सूत्रस्य सूत्रयोः कार्यं न क्रियते. समीचीनं, सम्यक्. तर्हि लोपो व्योर्वलि इति कीदृशसमासः अलः विधिः वा अलाविधिः वा कीदृशसमासः? पञ्चमी अल अलः अलः विधिः लोपो व्योर्वलि इति पञ्चमी वा न षष्ठी अस्ति? षष्ठी अस्ति. वकारस्य लोपः इति वदने अलः विधिः षष्ठी अस्ति. अल्याभ्यो दीर्घस्य प्रत्यं हल् तत्तु अलः पञ्चमी अस्ति. सम्यक्, समीचीनं, धन्यवादः भगिनि. इदानीं तत्र तत्र लोपोव्योर्वले कथं कार्यं करोति? तत्र वल् प्रत्य यकारः परे तु औकारः अस्ति. कुत्र वकारः अस्ति खलु? वकारः वकारस्य लोपः वलिपरे, सुप्रत्ययः वलि नास्ति वा? ओ अस्तु, ओ अस्तु अस्तु, यकारस्य चिन्तनम् अहं चिन्तितवती, क्षम्यताम्, अस्तु वकारस्य चिन्तनं जातम्. कुत्र अस्ति यकारः? यकार द्यौ इत्यत्र यकारस्य, तदेव जातं चिन्तितवती तत्र, यतोहि लोपो व्योर्वलि वकार यकारयोः लोपः करोति अतः कथम् अस्मिन् द्यौस् इत्यस्य शब्दे चिन्तितवती यकारस्य लोपः कथं भवति इति. अस्तु, समीचीनम्, अवगतम्. अस्तु, इदानीम् उमा भगिनी, क्षि योगः श्नु योगः हि प्रत्ययस्य स्थाने तात् इति आदेशः, तत्र का गतिः? स्थानिवद्भावेन गुणः भवति वा? स्थानिवद्भावेन गुणः श्नु न भवति. किमर्थम्? श्नु प्रत्यय न तात् इदानीं चिनु इति अङ्गम्, चिनु योगः हि इति प्रत्ययः, हि इत्यस्य स्थाने तात् इति आदेशः, तात् इति आदेशः, स्नु हि तात् तात् तात् अपि प्रत्ययः न तस्मात् समीचीनं. तातङ्ग् तातङ्ग् इति नित् अस्ति, साक्षात् नित् अस्ति. तत्र हि इति प्रत्ययः अपित् अस्ति. हि इति प्रत्ययः सिप् प्रत्ययस्य स्थाने हि इति आदेशः सेहर्यपिच्छ इत्यनेन, हि इति प्रत्यये अपित्वम् अध्यारोपितम्. इदानीं पुनः तुह्योस्तातङ् आशिष अन्यतरस्याम् इत्यनेन तातङ् आदेशः यदा भवति तदानीं नित्वम् अध्यारोप्यते इति कृत्वा अत्र अपित्वं न अध्यारोप्यते. अत्र अपित्वम् अध्यारोपयित्वा नित्वद् भवति इति न, अत्र साक्षात् नित् अस्ति, निद्वद् भवति इति न. अस्तु, समीचीनं. तर्हि अन्तिमं सरस्वती भगिनी करोति वा? आं भगिनि, श्रूयते न वा? आमां श्रूयते. दधि योग अत्र इकोयञ्चि इति इकारस्य यणादेशः यकारः दध्य योग अत्र अत्र दधि इति शब्दस्य पदसंज्ञा अस्ति अतः स्थानिवद्भावेन दध्य इति शब्दस्य अपि पदसंज्ञा अवश्यं भवति अस्यां स्थितौ तावत् किञ्चित् प्रतिपादयित्वा तदनन्तरम् अग्रे पठतु तर्हि दधियोग अत्र तु अव्ययमस्ति दधि सुबन्तरूपम् अस्ति तर्हि दधि नपुंसकलिङ्ग अस्ति न वा प्रथमपुरुष एकवचन प्रथम विभक्ति एकवचन तर्हि अत्र सुबन्तरूप अस्ति दधि इत्युक्ते पदसंज्ञा अभवत् तस्य पुनः दधियोग अत्र यदि वयम् इकोयञ्चि सन्धि वयं कुर्मः तदा दध्य भवति दध्य योग अत्र तर्हि पदसंज्ञा दधि आसीत् अतः स्थानिवद्भावेन दध्यपि शब्दस्य पदसंज्ञा भवति इदानीम् अग्रे अस्यां स्थितौ संयोगान्तस्य लोपः इति सूत्रेण यकारस्य लोपः भवति किम् इदानीं चिन्तनं करोतु पदसंज्ञा भूत्वा कथं संयोगान्तस्य लोपः भवति पदसंज्ञा संयोगान्तस्य लोपः इति सूत्रस्य अर्थः कः संयोगान्तस्य लोपः इत्युक्ते पदस्य अन्ते यदि संयोगः अस्ति अथवा जल् अस्ति न वा तत्परे न केवलं पदान्ते जलि नास्ति पदान्ते परन्तु संयोगान्तस्य लोपः कृत्वा एव पदसंज्ञा भवति न वा न पदसंज्ञा अस्ति इति कृत्वा संयोगान्तस्य लोपः भवति अत्र दध्य इत्यत्र पदसंज्ञा अस्ति खलु दध्य पदसंज्ञा अस्ति पदान्ते संयोगः अस्ति वा न एकनिमिषः तर्हि पदान्ते आम् पदान्ते तु संयोगः अस्ति धकारयकारयोः तर्हि संयोगान्तस्य लोपः इत्यस्य प्रवृत्तिः अस्ति वा संहितायां आगत्य एव अत्र तस्य परिवर्तनम् अभवत् न वा सन्धिकारणात् सन्धिकार्यम् अस्ति अतः न भवतु तेन किम् तर्हि न भवति संयोगान्तस्य लोपः परन्तु तस्य संयोगान्तस्य लोपः इत्युक्ते प्रसक्तिः अस्ति वा न वा इति वदतु दध्ययोगः अत्र इत्यत्र संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति वा न वा स्थानिवद्भावेन पदसंज्ञा प्राप्यते तर्हि इदानीं संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति न वा इति वदतु किमर्थं तावत् चिन्तनं पदम् अस्ति अन्ते संयोगः अस्ति तर्हि प्रसक्तिः अस्ति खलु प्रसक्तिः अस्ति परन्तु प्रसक्तिः अस्ति अतः यकारस्य लोपः स्यात् इदानीम् अग्रिमवाक्यम् अन्तिमवाक्यं पठतु एकनिमिषः मम डाक्युमेण्ट् कुत्र गतः अस्य लोपस्य निवारणार्थं यणः प्रतिषेधो वाच्यः इति वार्तिकं दीयते अनेन वार्तिकेन पदान्तयकारस्य लोपः निवार्यते दध्यत्र अस्तु तर्हि वार्तिकमस्ति लोपनिवारणार्थं वार्तिकम् अस्ति यणः प्रतिषेधो वाच्यः अनेन वार्तिकेन पदान्तयकारस्य लोपः निवार्यते अस्तु तर्हि यतोहि संयोगान्तस्य लोपः अस्य सूत्रस्य प्रसक्तिः भवति परन्तु यणः प्रतिषेधो वाच्यः अनेन वार्तिकेन लोपनिषिध्यते वा पद यकारस्य लोपनिषिध्यते तथा दध्यत्र तत्र मेलनं भूत्वा दध्य योग अत्र मेलनं भूत्वा दध्यत्र भवति अस्तु सम्यक् समीचीनम् समीचीनं तर्हि एतावता बहु सम्यक् भगिनि धन्यवादः इदानीम् एतावता कोऽपि अत्र प्रश्नः अस्ति वा स्थानिवद्भावस्य विषये इदानीं तत्र द्वितीयम् द्वितीय उदाहरणे अत्र द्वितीय उदाहरणम् इदानीं कः भवति तत्र तत्र शोभा भगिनी स्वीकरोतु द्वितीयं नियोगः नियोगः बन्धयोगः त्वा इत्यत्र अस्माभिः एकवारं पठित्वा तत्र कीदृशविधिः अलहविधिः वा अलाविधिः वा कीदृशविधिः इति वदतु नियोगः बन्धयोगः त्वा त्वास्थाने लवादेशः भवति समासे नैपूर्वे त्वो लेप् इति सूत्रेण नियोगः बन्धयोगः लेप् येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपधायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति किति निति प्रत्ययपरे अनिदितां हल उपधायाः क्निति इति सूत्रेण नियोगः बन्ध् योगः लेप् इत्यत्र न लोपः भवति वा अत्र रूपं किम् तत्र नि इति उपसर्गः बन्ध्योगः त्वा इति त्वास्थाने लेपादेशः भवति त्वा इति स्थाने लेप् इति आदेशः समासे अनैपूर्वे त्वा त्वो इत्यस्य लेप् भवति इति इदानीं नियोगः बन्ध्योगः लेप् इति लेप् इत्यत्र या इति तिष्ठति तत्र येषां हलन्तधातूनां बन्धिति हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपधायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति किति निति प्रत्ययपरे इति तत्र अस्तु लेप् इदानीं त्वा इत्यस्य कित्वं लेप् इति प्रत्यये अध्यारोप्यते अतः कित्वं भवति तत्र अपि च तत्र बन्ध् इति अनिदित् अस्ति तस्य ह्रस्व इकारस्य इत्संज्ञा नास्ति तस्य उपधायां नकारः अस्ति चेत् इदानीं तानि निमित्तानि पूरितानि किति निति प्रत्ययपरे अनिदितां हल उपधायाः क्निति इति सूत्रेण इदानीं तृतीयकाले विधिसूत्रं भवति यतोहि हल उपधायाः इति किन्तु हा किति इति एकं निमित्तम् अस्ति तत्र अपि च किति इति निमित्तम् अस्ति इति कृत्वा बन्ध् इति धातोः परे किति इति तत्र सप्तमी भवति पूर्वनिमित् परनिमित्तं पूर्वकार्यम् इति निमित्तम् अस्ति किन्तु त्वा इत्यस्मात् आगतम् अध्यारोपितं निमित्तं कित्वम् अतः तत्र बन्ध् इति धातोः नकारस्य लोपः भवति तर्हि तत्र स्थानी आसीत् त्वा लेप् इति आदेशः स्थानिनः गुणधर्मम् आश्रित्य कार्यं भवति किन्तु अल् इति आश्रित्य भवति वा इति अल् इति आश्रित्य न भवति तत्र अतः अल् विधिः एव नास्ति अत्र नास्ति अल् विधिः नास्ति तत्र स्थानिवद्भावो अनल् विधिः इति इत्यस्य सूत्र इत्यनेन सूत्रेण अल्विधिः नास्ति. सम्यक्. अतः अलः विधिः अलाविधिः इति चिन्तनं नास्ति अत्र. आम् आम् आम् आम् अस्तु, समीचीनं. तर्हि इदानीम् अग्रिमं तत्र अनिमा भगिनी, प्रयोगः सृज्योगः त्वा इत्यत्र अल्विधिः वा कीदृशविधिः? सृज्य तत् पठामि वा? प्रायोगः सृज् योगः त्वा, त्वा स्थाने ल्यबादेशः भवति समासे नञ् पूर्वे क्त्वो ल्यप् इत्यनेन सूत्रेण. प्र सृज् योगः ल्यप्, सृजि दृशोर् झलि अम् अकिति इति इत्यनेन सृज् विसर्गे दृशि प्रेक्षणे इत्येतयोः धात्वोः जलादौ अकिति प्रत्यये परतः अमागमः भवति. अत्र अनेन सूत्रेण अमागमः भवति वा अत्र रूपं किम्? अत्र अमागमः न भवति, प्रसृज्य इत्येव रूपं भवति. किमर्थम् अमागमः न भवति? ओ सोरि, अकिति, ओ सोरि, इदानीं कित् कित् इत्यस्य अध्यारोपः भवति, अतः प्रसृ आ ज इति भवति किल भगिनि? इदानीं तत्र सृजिदृशो जल्यम् अकिति इत्यत्र किति इति विषयं त्यजतु, अकिति इति विषयं त्यजतु. अकिति इति सूत्रे एव नास्ति इति चिन्तयतु. तत्र जलादि जलादि किति प्रत्यये परे इदं कार्यं भवति इति उक्तम् इति चिन्तयतु, केवलं चिन्तनार्थं. सृजिदृशोर् जलि किति इति सूत्रमस्ति इति चिन्तयतु. अमागमः भवति जलादि किति प्रत्यये परे. एवं चेत् तत्र सृजिदृशोर् जल्यमिति किति इत्यस्य कार्यं भवति वा? जल् नास्ति, इदानीं यकारम् अस्ति किल, अतः अतः न भवति. प्रथमं तकारम् अस्ति प्रथमसोपाने. तकारः अस्ति. द्वितीयस्थाने यकारः अस्ति, अतः इदानीं यत् झल् तकारे अस्ति तत् यकारे न अध्यारोपयितुं शक्नुमः, अतः अमागमः न भवति. सृजिदृशो जल्यमकिति इति अल्विधिः अस्ति खलु? आम् अल्विधिः अस्ति. कीदृश अल्विधिः, कीदृश प्रकारः अल्विधिः? कीदृश अल्विधिः? अस्तु, एकं झल् अलि परे अस्ति, निमित्तं परे अस्ति, सातः अलि विधिः. सम्यक् सम्यक् सम्यक्. अलि इति तत्र यकारः परः अस्ति, तस्मात् पूर्वं सृज् इत्यस्य अमागमः भवति इति कृत्वा अलि विधिः खलु? सम्यक् सम्यक्. सर्वैः बुद्धं वा अलः विधिः, अलाविधिः, अलीविधिः इति कथं ज्ञायते इति? आं भगिनि, परन्तु मम मनसि किञ्चित् सम्भ्रमम् अस्ति, तद् अल् आश्रित्य तद् न सम्यक् रीत्या मम मनसि अस्ति. अहं पुनः एकवारं शृणोमि रेकार्डिङ्ग् ध्वनिपूरणं, तदनन्तरं यदि किमपि अस्ति तर्हि अहं अग्रिमसप्ताहे पृच्छामि. अस्तु अस्तु, समीचीनम्. इत्युक्ते सृजिदृशो जल् जल्यम जल्यं किति इति मया उक्तम्, अकिति इति त्यजतु, अकारः तत्र त्यजतु. यदि सूत्रं सृजिदृशो जल्यं किति इति अस्ति चेत् तदानीं ल्यप्रत्ययः कित् अस्ति, यतोहि कित्त्वम् अध्यारोप्यते, त्वाप्रत्ययः कित् इति कृत्वा कित्त्वम् अध्यारोप्यते. जलादिकित् इति जलादित्वं तु ल्यप्रत्यये नास्ति, त्वाप्रत्यये एव जलादित्वम् अस्ति. तादृशजलादित्वं ल्यप्रत्यये अध्यारोपयितुं शक्यते वा इति चेत् न. अल् अलाश्रितधर्मः जलादित्वम् इति अलाश्रितधर्मः, अध्यारोपयितुं न शक्यते. अतः सृजिदृशोर्जल्यम किति जल्यं किति इति सूत्रम् अल्विधिः इति वयं वदामः अल्विधिः यतोहि तस्मिन् सूत्रे निमित्तमस्ति जलादि इति तादृशजलादित्वं स्थानिनि अस्ति परन्तु आदेशे नास्ति इति कृत्वा तस्य अध्यारोपः न शक्यते अलाश्रितः धर्मः इति कृत्वा अध्यारोपः न शक्यते त्रिजिदिश जल्यमकिति इति अल्विधिः अस्ति तर्हि स्थानि तकारः आदेशः यकारः इदानीं कुत्र कार्यम् इति चेत् सृज् धातोः अमागमः तत्र स्थानीनि स्थानीयः वर्तते तस्मात् पूर्वं कार्यम् अतः अलिविधिः अलिविधि इति सप्तमी तत्पुरुषसमासः अल्वर्णात् पूर्वं कार्यम् अत्र अल्वर्णः स्थानी स्थानिनीयः तकारः सः एव अल्वर्णः इदानीम् अवगतं वा सरस्वती भगिनी आं भगिनी तद् अहम् अवगतवती अहं केवलं तद् अलाश्रित्य यदा अस्ति वा न वा किम् अस्ति अलाश्रित्य किं नास्ति अलाश्रित्य तस्य किञ्चित् सम्भ्रमम् अस्ति एतत्तु अल् अला अलः अलः अलि एतत्तु अहं सम्यक् रीत्या ज्ञातवती केवलं यदि भवती पृच्छति न अलाश्रित्य अस्ति वा तत् तदा मम मनसि पुनः सम्भ्रमं भवति अलाश्रित्य इत्युक्ते इत्युक्ते विधिसूत्रस्य विधिसूत्रस्य निमित्तं वयं पश्यामः विधिसूत्रम् अल्विधिः अस्ति वा न वा इति पश्यामः अस्माकं विधिसूत्रम् अस्ति सिजिदृशो जल्यं किति इति सूत्रं तत्सूत्रम् अल्विधिः अस्ति वा न वा इति वयं पश्यामः चेत् तस्य सूत्रस्य कार्यार्थं जलादित्वम् अपेक्षितम् तादृशजलादित्वं स्थानिनि अस्ति परन्तु आदेशे नास्ति इति कृत्वा अलाश्रितः विधिः अस्ति अलाश्रितविधिः अस्ति खलु आमाम् अस्तु तावदेव आं तावदेव अस्तु तर्हि अत्र स्थगनं कुर्मः अग्रिमसप्ताहे पुनः अत्र निच् प्रेरणार्थे निच् इति करपत्रं प्रति गच्छामः तत्र अन्तिमः कश्चन भागः वर्तते अचः परस्मिन् पूर्वविधौ इति प्रसङ्गे स्थानिवत् आदेशो अनल्विधौ अपि च अचः परस्मिन् पूर्वविधौ अनयोः कः सम्बन्धः इति तस्य तत्र वयं गच्छामः अग्रिमसप्ताहे अस्तु तर्हि अधुनैव एकः संशयः आगतः तत्र तत्र किति अकिति त्यक्त्वा किति इति उक्त्वा तत्र कित्वं तु भवति किल तत्र कित्वम् अस्ति जलादित्वम् अद्य आरोपयितुं शक्यते वा इति प्रश्नः कित्वं तु अद्य आरोपितम् ओ कित्वं भवति अस्तु जलादित्वं न भवति अतः तत्र अस्तु स्वाप्रत्ययः कित् अस्ति इति कृत्वा ल्यप् इति आदेशः अपि कित् अस्ति तत्र संशयः नास्ति परन्तु जलादित्वम् अद्य आरोपयितुं शक्यते वा इति चेत् न ओ अस्तु अस्तु तर्हि समीचीनम् अवगतं धन्यवादः तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः धन्यवादः भगिनी नमस्कारः धन्यवादः धन्यवादः नमस्कारः नमस्कारः